गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदिविश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते फलसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् इदानीं तत्र अवशिष्टखण्डः इत्यत्र अयथार्थ अनुभवः त्रिविधः संशयः विपर्ययः तर्कभेदात् एकस्मिन् धर्मणि विरुद्ध नानाधर्मवैशिष्ट्य अवगाहि ज्ञानं संशयः तत्र दलकृत्यम् अपि अस्माभिः कृतं यथा स्थाणुः वा पुरुषो वा इति मिथ्याज्ञानं विपर्ययः तदनन्तरं यथा शुक्तौ तत्र उदाहरणमासीत् तत्र यथा शुक्तौ इदं रजतम् इति ज्ञानं व्याप्य आरोपेण व्यापक आरोपः तर्कः यथा यदि वह्निः न स्यात् तर्हि धूमः अपि न स्यात् तर्हि तत्र तर्कः इति विषयः तर्कनिरूपणे स्मः तत्र कियत्पर्यन्तमस्माभिः अवगतम् इति चेत् यस्मिन् सम्यक् ज्ञानम् अस्ति सः एव अन्येन सह तर्कं करोति तदा तत्र किमर्थं तेन तर्कः क्रियते इति वक्तव्यम् तत्र पक्षद्वयमस्ति पर्वतः वह्निमान् इति एकस्य पक्षः अस्ति पर्वतः वह्नि अभाववान् इति अन्यस्य पक्षः अस्ति तर्हि तयोः मध्ये तर्कं भवितुं किम् आवश्यकम् इति चेत् आहार्यज्ञानस्य आवश्यकता अस्ति आहार्यज्ञानं किम् इति चेत् तत्र इच्छाजन्यः आहार्यः इति तस्य विवरणम् अस्माभिः अधीतं कथं तस्य उत्पत्तिः इच्छाजन्यः आहार्यज्ञानं कथम् उत्पद्यते इति चेत् पर्वते प्रथमं वादिनः धूमवत्ता निश्चयः चैत्रक्षणे भवति तदनन्तरं पर्वते धूम अभाववत्ता निश्चयः मे भूयात् इति इच्छा यद्यपि तस्मिन् सम्यक् ज्ञानमस्ति प्रमात्मकज्ञानमस्ति किं ज्ञानं धूमवत्ता निश्चयः पर्वते अस्ति तथापि पर्वते धूम अभाववत्ता निश्चयः मे भूयात् इति आहार्यते स्वयमेव तदा एव तेन तर्कः कर्तुं शक्यते नो चेत् न इति द्वितीयक्षणे भवति तदनन्तरम् अनया च इच्छया वादज्ञानस्य प्रतिबन्धकतायाः विघटनं भवति पूर्वं यद्निश्चितज्ञानमस्ति तस्य पर्वतः धूमवान् इति ज्ञानस्य विघटनं भवति ततः प्रतिबन्धक अभावात् पर्वतः धूम अभाववान् इति भ्रमात्मकनिश्चयः यः वादं करोति तस्मिन् जायते वादिनी जायते तादृशज्ञानं यदा जायते तदा एव तेन तर्कः कर्तुं शक्यते नो चेत् न इति मनसि भवेत् तर्हि किं नाम आहार्यज्ञानं 334 इत्यत्र बाधज्ञाने सत्यपि इच्छायां सत्यां यः प्रतिबन्धः निश्चयः उत्पद्यते सः एव आहार्यनिश्चयः इति यावत् अस्माभिः पठितम् अग्रे पठनीयं किन्तु तत्र किम् उदाहरणमासीत् इति बालकः परीक्षाम् उत्तीर्ण वदतु यदि प्रथमं प्रतिबन्धकज्ञानम् आसीत् बालकः परीक्षा अनुत्तीर्णा इति यदि तादृशबालकस्य इदानीं तस्य मातुः वदति भवान् परीक्षा उत्तीर्णा भवति, यतोहि अस्य पुनः परिशोधना कृत्वा उत्तीर्णा भवसि इति. अतः इदानीं तस्य मनसि कीदृश आशा उत्पद्यते इति चेत् अहं परीक्षा उत्तीर्णः इति, तदेव प्रतिबन्धकः भवति. अनया निश्चयज्ञानेन निश्चयज्ञानम् एव आहार्यनिश्चयः इति. इदानीम् अस्तु, तर्हि अग्रे पठतु. इदानीं प्रकृते अपि, प्रकृते अपि वादिनः पर्वतः वनिमान् इति निश्चये सति अपि प्रतिवादिनः व्यभिचारशङ्का निवारयितुं पर्वते वह्नि अभावज्ञानं मे भूयात् इति इच्छा उत्पद्यते. तया इच्छया, तया च इच्छया तस्य पर्वतः वह्नि अभाववान् इति निश्चयः उत्पद्यते. एषः वह्नि अभाववत्ता निश्चयः यद्यपि आहार्यः, तथापि सः धूम अभावस्य व्याप्यः यः वन्य अभावः तन्निश्चयरूपा भवति. वह्नि अभाव धूम अभावयोः व्याप्यव्यापकभावः अन्वयव्यतिरेकि हेतुरूप निरूपणप्रसङ्गे निरूपित एव. इदानीं प्रकृते निरूपितः एव प्रकृते अपि पर्वतः वन्यमान् इति निश्चय, इदानीं निश्चयज्ञानमस्ति पर्वतः वन्यमान् इति. तत्र व्यभिचारशङ्कां निवारयितुम् इदानीं प्रतिवादिनः किम् उक्तं, पर्वतः वन्य अभाववान् धूमवान् च इति. तादृश इदानीं मम कीदृश इच्छा अस्ति, पर्वतः वन्यमान् वन्य अभाववान् इति ज्ञानं मे भूयात् इति. अतः वदतु, अनया इच्छया एतत् आहारज्ञानम् इति वदामः, अपि च पर्वतः वन्य अभाववत्ता निश्चयः इति व्यतिरेकव्याप्तिज्ञानम् अत्र उक्तमस्ति. यत्र यत्र वन्य अभावः तत्र तत्र धूमाभावः इति. इदानीं वह्नि अभावः इति व्याप्यः अस्ति, धूमाभावः व्यापकः अस्ति, अत्र व्याप्तिज्ञानम् अपि आगच्छति इति. अनयोः व्याप्यव्यापकभावः अपि अस्ति. अनया व्याप्तिज्ञानेन, अनया व्याप्तिज्ञानेन, अनेन व्याप्तिज्ञानेन, अनेन व्याप्तिज्ञानेन यदि पर्वतः वह्नि अभावान् इति वदति चेत् तत्र धूमाभावः अपि अस्ति इति पूर्वमेव निरूपितम् इति. अस्तु, अत्र इतोपि किञ्चित् चिन्तनीयमस्ति. अत्र किमर्थं व्यतिरेकव्याप्तिः स्वीक्रियते? यतोहि इदानीं किम् उक्तं, तस्य मनसि निश्चयः अस्ति पर्वतः धूमवान् धूमं साक्षात् दृश्यते इति कृत्वा इति मम चिन्तनम्. भवति अभावः चेत् धूमाभावः. इदानीं तर्कः कः इति वदतु. तर्कः अस्ति वह्नि पर्वतः धूम अभाववान् अपि च क्षम्यतां वह्नि अभाववान् धूमवान् च इति कः वदति? प्रतिवादी वदति वह्नि अभाववान् तावदेव, पर्वतः वह्नि अभाववान् इति तावदेव, धूमवान् च इति नास्ति. तत्र किञ्चित् पुनस्मारणं कार्यम् अत्र पश्यतु, अहं पठामि. 333 पेज् तत्र उच्यते, वादिप्रतिवादिभ्यां स्वस्वनिश्चय अनुरोधेन वाक्यप्रयोगः क्रियते. कश्चित् पर्वतः वन्यमान् इति, अपरः पर्वतः वन्य अभाववान् इति प्रयुङ्क्ते. इदं च वाक्यद्वयं विरुद्धार्थबोधकमेव विप्रतिपत्तिः इत्युच्यते. ताभ्यां वाक्याभ्यां शाब्दबोधोत्तरं श्रोतुः मध्यस्थस्य एषः संशयः उत्पद्यते, पर्वतः वन्यमान् न वा इति. तर्हि तत्र मध्यस्थः अपि अस्ति, एतादृशसंशयः आत्मनि अस्ति इति ज्ञापनाय मध्यस्थेन वाक्यमुच्यते, पर्वतः वन्यमान् न वा इति वाक्यं मध्यस्थेन उच्यते. तदा वादी तन्निवारणाय वह्निसाधनाय च हेतुं निर्दिशति धूमात् इति वाक्येन. यस्मात् पर्वतः धूमवान् तस्मात् वह्निमान् इति अपि वादी वदति. इह प्रतिवादी अप्रयोजकशङ्कां प्रकटयति. अप्रयोजकः असाधकः इत्यर्थः, इत्युक्ते अत्र धूमः धूमात् इति समीचीन हेतुः नास्ति इति प्रतिवादी आक्षिपति. धूमः वह्नेः असाधकः इति तदाशयः. साम्प्रदाये तादृश अप्रयोजकशङ्कानिर्देशवाक्यं भवति हेतुः अस्ति साध्यं मास्तु इत्येवं रूपम्. हेतुः नास्ति इति सः न वदति, किन्तु हेतुः अस्ति चेत् तत्र साध्यं भवेत् इत्युक्ते तत्र व्याप्तिः, हेतुसाध्ययोः मध्ये व्याप्तिः न गृहीता प्रतिवादिना इति कृत्वा सः वदति प्रत्यक्षेण धूमः आवाभ्यां तत्र गृह्यते एव, किन्तु धूमः अस्ति चेत् तत्र वह्निः भवेत् इति नास्ति इति आक्षिपति. प्रकृते अपि प्रतिवादी ब्रूयात् अस्तु पर्वते धूमः मास्तु च वह्निः इति. यो खलु हेतुः व्याप्तिमान् पक्षधर्मतावान् च भवति सः भवति साधकः इति असकृत् आवेदितम्, पुनः पुनः आवेदितम्. प्रतिवादी यदा हेतुरस्तु साध्यं मास्तु इति शङ्कते तदा सः व्याप्तिसंशयमेव दर्शयति. साध्यं मास्तु इत्यस्य साध्याभावः पक्षे स्यात् इत्यर्थः फलति. तत्र हेतुः अस्ति इत्युक्तौ साध्य अभाववति हेतोः वृत्तित्वम् उक्तं भवति. एतदेव हि साधारण्यं हेत्वाभासप्रकरणोक्तं हेतोः यत् साध्य अभाववति वृत्तित्वम्, एवञ्च प्रतिवादिना हेतौ व्यभिचारशङ्का एव उद्भाविता. अत्र पश्यतु, व्यभिचारशङ्का प्रतिवादिना उत्पादिता. व्यभिचारः इत्युक्ते किम्? अन्वयः कः? यत्र यत्र धूमः तत्र तत्र वह्निः इति अन्वयः. व्यभिचारः कः? यत्र यत्र वह्नि अभावः तत्र तत्र धूमाभावः इति व्यभिचारः. तर्हि अत्र प्रतिवादिना हेतौ व्यभिचारशङ्का उत्पादिता इत्युक्ते हेतौ व्यभिचारशङ्का इत्युक्ते हेतुः अस्ति किन्तु तत्र साध्यं निश्चयेन भवेत् इति नास्ति इति सः वदति. तां शङ्कां वारयितुं वादी यदि पर्वते वन्य अभावः स्यात् तर्हि धूमाभावः स्यात् इति ब्रवीति. किमर्थम् इति चेत् वादिना ज्ञातं वह्नि अभाव धूमाभावयोः मध्ये व्याप्तिः वादिना गृहीता अस्ति. अत्र वह्नि अभावः इति व्याप्यः, धूमाभावः इति व्यापकः इति ब्रवीति. परन्तु एतत् प्रयोगात् पूर्वं तस्य कश्चन ग्रहः ज्ञानमुदेति इति वक्तव्यम्. इत्युक्ते यदि पर्वते वन्य अभावः स्यात् तर्हि धूमाभावः स्यात् इति वाक्यं, यदि इति पदं कथं तेन प्रयोक्तुं शक्यते इति प्रश्नः. सामान्यतया यदि इति सः न वदति, भोः वन्य अभावः अस्ति चेत् तत्र धूमाभावः निश्चयेन अस्ति, अतयोः मध्ये व्याप्यव्यापकभावः अस्ति इति कृत्वा एव इति कृत्वा एतादृशवाक्यमेव वादिना वक्तव्यं. किन्तु वादी वदति, किं वदति? यदि पर्वते वन्य अभावः, तत्र यदि इति कथम् उक्तम् इति चेत् तत्र आहार्यज्ञानम्, इच्छाम् अधिकृत्य आहार्यज्ञानं वक्तव्यम् इति. यथा इदानीं पश्यतु, प्रकृते अपि वादिनः पर्वतः वन्यमान् इति निश्चये सत्यपि प्रतिवादिनः व्यभिचारशङ्कां निवारयितुं पर्वते वह्नि अभावज्ञानं मे भूयात् इति इच्छा उत्पद्यते. तदा तादृश इच्छा उत्पद्यते चेदेव तया इच्छया जन्य आहार्यज्ञानम् उत्पद्यते. आहार्यज्ञानं किं वदति? पर्वते वह्नि अभावः अस्ति इति वदति. तर्हि वह्नि अभावः अस्ति इति ज्ञानमस्ति चेत् एव यदि वह्नि अभावः पर्वते इति वक्तुं शक्यते, नो चेत् इदानीं वादिनः निश्चयः कः इति चेत् पर्वतः वह्नि मान् इति निश्चयः, तर्हि यदा कदापि येन तादृशनिश्चयः ज्ञातः तेन अत्र यदि वह्नि पर्वतः वह्नि अभाववान्, पर्वतः वह्नि अभाववान् इति तेन न वक्तुं शक्यत्येव. He will not even be able to say such a sentence. तर्हि तदर्थम् अत्र व्यभिचारशङ्कां निवारयितुम् एतादृशप्रयोगः कृतः. तया च इच्छया तस्य पर्वतः वह्नि अभाववान् इति निश्चयः उत्पद्यते. एषः वह्निः अभाववत्ता निश्चयः यद्यपि आहार्यः इच्छाजन्यः तथापि सः धूम अभावस्य व्याप्यः. यः वह्नि अभावः तन्निश्चयरूपः भवति. वह्निः अभावधूमाभावयोः व्याप्यभावकभावः अन्वयव्यतिरेकहेतुनिरूपणप्रसङ्गे निरूपितमेव निरूपितः एव इति कृत्वा किमर्थम् अत्र वह्नि अभाववान् इति आहार्यज्ञानं भवेत् इति चेत् तदा एव यदि पर्वतः वह्नि अभाववान् तदा पर्वतः धूम अभाववान् अपि स्यात्, किन्तु धूमः पर्वतः धूमवान् इति साक्षात् प्रत्यक्षेन दृश्यते, अतः इति तादृशं प्रचलति तर्कः. अवबुध्यते खलु सति भव भगिनि? आम् आम् अवबुध्यते महोदय. इदानीं तस्य आक्षेपः अस्ति पर्वतः धूम अभाववान् तावदेव, वह्नि अभाववान् इति सः न वदति. सः इत्युक्ते कः? प्रतिवादी. न न तत्रैव दोषः कृतः, अतः एव सर्वं मया प्रतिपादितं. प्रतिवादी अपि किं पश्यति? धूम पश्यति, अतः तदेव धूमं दृष्ट्वा पर्वते धूमं दृष्ट्वा कथं वा प्रतिवादी वदति धूम अभावः इति धूम अभाववान् इति ज्ञानं नास्ति इति चिन्तनीयं वा? किं तस्य मनसि व्याप्तिज्ञानं नास्ति इति चिन्तनीयं वा? न न व्याप्तिज्ञानं नास्ति चेत् सः किं वदति? पर्वतः वह्नि अभाववान् इत्येव वदति, धूम अभाववान् इति यदा कदापि न वदति खलु? न वदति. तत्रैव भवती क्लेशः कृतः इति कृत्वा एव आरम्भतः मया पठितम्. प्रतिवादी किं वदति? पर्वतः धूमवान् इति सः अङ्गीकरोति. किमर्थं? प्रत्यक्षेन दृश्यते. किन्तु यद्यपि पर्वतः धूमवान् तथापि पर्वतः वह्नि अभाववान् एव इति प्रतिवादिनः वादः. किमर्थम् एतादृशवादं सः करोति इति चेत् तस्मिन् व्याप्तिज्ञानं नास्ति. धूमवह्न्योः मध्ये व्याप्यव्यापकभावज्ञानं नास्ति. तर्हि तत्र यत्र यत्र धूमः तत्र तत्र वह्निः इति तर्कः न प्रवर्तते. तर्कः कः? तस्य व्याप्तिज्ञानं नास्ति इति यदि वादी वदति अत्र प्रतिवादी न अङ्गीकरोति. तर्हि तादृशप्रश्नः कार्यः येन प्रतिवादी चिन्तयेत् अत्र प्रश्नः कः कर्तव्यः वादिना इति चेत् यदि पर्वतः वह्नि अभाववान् तर्हि पर्वतः धूम अभाववान् अपि स्यात् इति प्रश्नः वादिना कर्तव्यः अस्ति. तदर्थं तत्र तत्रैव क्लेशः कृतवती भवती. प्रतिवादी पर्वतः धूम अभाववान् इति न वदति, प्रत्यक्षेन दृश्यते खलु? दृश्यते. अस्तु अग्रे. एवञ्च धूम अभावव्याप्तिमतः वह्नि अभावस्य निश्चयात् धूम अभावनिश्चयः अपि वादिनः भवति. एषः अपि धूम अभाववत्ता निश्चयः आहार्यः एव वाच्यः एतदेव तर्कः आसीत्। न न अत्र किमुक्तं किञ्चित् प्रतिपादयतु। अहं पुनः पठामि। एवञ्च धूमाभावव्याप्त्यमधः वह्नि अभावस्य निश्चयात् व्यतिरेकव्याप्तिनिश्चयः निश्चयात् धूम अभावनिश्चयः अपि वादिनः भवति इति उक्तं खलु। वादिनः वादिनः मनसि अस्ति तादृशज्ञानम्। एषः अपि धूम अभावता निश्चयः। अत्र किञ्चित् प्रतिपादयतु भगिनी, भवती अवगतवती वा न वा इति न जाने। स्वशब्दैः प्रतिपादयतु। धूम अभावव्याप्तमतः अस्ति वह्नि अभावः इत्युक्ते व्यतिरेकव्याप्ति अस्ति, यत्र यत्र वह्नि अभावः तत्र तत्र धूम अभावः इति। वह्नि अभावः व्याप्यः अस्ति धूम अभावस्य इति वक्तव्यम्। तादृश अस्मिन् वाक्ये किम् वह्नि अभाववत् धूमवान् पर्वतः इति निश्चयः। धूम अभाववान् पर्वतः इति निश्चयजन् वह्नि धूम अभावः पर्वतः धूम अभाववान् इति निश्चयः खलु। कथं तादृशनिश्चयः जायते? प्रत्यक्षेन दृश्यते खलु। हा किन्तु तद् आहार्यज्ञानमस्ति खलु। इदानीं सः आवश्यकता यदि प्रतिवादि वदति पर्वतः धूम अभाववान् इति तस्य बोधनार्थं तदेव तत्र पुनः तदेव केशं करोति प्रतिवादिना पर्वतः धूम अभाववान् इति यदा कदापि उक्तम्। पर्वतः वह्नि अभाववान् इति उक्तं परन्तु तर्हि अस्तु इदानीम् एकनिमिषम् अत्र प्रतिवादी किं वदति तदेकवारं वदतु। पर्वतः वह्नि अभाववान् पर्वतः इति पुनः एकवारं वदतु। पर्वतः वह्नि अभाववान् इति केवलं तावदेव वदति वा? धूमवान् च इति सत्यं तत् उभयमपि वक्तव्यं खलु। साध्यं नास्ति हेतु अस्ति इति। हा हेतुः अस्ति चेदपि साध्यं नास्ति इति सः वदति। तर्हि प्रतिवादिनः ज्ञानं किम् इति चेत् पर्वतः वह्नि अभाववान् धूमवान् च इति। तदेव प्रतिवादिनः पक्षः। किन्तु वादिनः पक्षः कः इति चेत् पर्वतः वह्निमान् धूमात् इति इति मनसि संस्थाप्य इदानीं वदतु अस्मिन् वाक्ये किमुक्तम्। इदानीं तस्य मनसि एतादृशनिश्चयदानं वादिनः मनसि निश्चयज्ञानम् अस्ति पर्वतः यदि पर्वतः वह्नि वह्नि अभाववान् तर्हि निश्चयेन धूम अभाववान् अपि भवेत् इति भवति इति। अत्र भगिनि यु हाव् टु रियलि अब्सर्व् द वे यु स्पीक्। वादिनः मनसि निश्चयः अस्ति, सः निश्चयः यदि इति आरब्धं करोति। यदि इति आरभ्यते चेत् निश्चयः वा तत् नास्ति पर्वतः यदि इति आरब्धं करोति तर्हि तत्र तदेव तर्कः इति। यदि इफ् इति यस्य कस्यापि वाक्यस्य आरम्भं कुर्मः तदा अस्माभिः तर्कः क्रियते इति अवगन्तव्यं। भवतु अस्तु इदानीं वदतु अत्र एकवारम् अत्र वाक्यं पुनः एकवारं पठति वा? एवञ्च धूम अभावव्याप्तिमतः वह्नि अभावस्य निश्चयात् धूम अभावनिश्चयः अपि वादिनः भवति एषः अपि धूम अभावता निश्चयः आहार्यः एव वाच्यः. परिच्छेदं पठतु प्रथमं. यतोहि वादिप्रतिवादिनौ चक्षुषा एव धूमं पश्यतः, ततः च वादिनः पर्वतः धूमवान् इति बाधनिश्चयः अस्ति एव. तथापि पूर्वोक्त अविद्यया पर्वते धूमाभावज्ञानं मे. तथापि पूर्वोक्त अविद्यया इति न किमर्थम् अविद्यया इति पठति? तत् पूर्वोक्त इति अनन्तरं तत्र अन्यदा कालः अस्ति किं? नास्ति, पूर्वोक्तविद्यया. ओके, आहार विद्यया इति नास्ति, विधया. पूर्वोक्तविधया पर्वते धूम अभावज्ञानं मे भवतु इति इच्छया पर्वतः वह्नि अभाववान् इति व्याप्यवत्ता ज्ञानेन च तस्य पर्वतः धूम अभाववान् इति निश्चयः उत्पद्यते. अयमेव निश्चयः तर्कः इति उच्यते. अस्तु, इदानीं वदतु. तस्य निश्चयज्ञानं पूर्वं यत्र पर्वतः वन्यमान् इति आसीत्, इदानीं प्रतिवादिनः यदा वदति पर्वतः वह्नि अभाववान् धूमवान् च इति, तत्र तदर्थं प्रतिवादिनः बोधनार्थं सः इदानीम् इच्छया कीदृशज्ञानं मे भूयात् इति चिन्तयति चेत् पर्वतः वह्नि अभाववान् इति, तदर्थं सः व्यतिरेकव्याप्तिज्ञानं स्वीकृत्य इदानीम् अत्र प्रतिपादनम् आरब्धम्. अत्र मम एकः शङ्का अस्ति, तदेव मम प्रश्नः अपि आसीत्. पर्वतः धूमवान् इति साक्षात् दृश्यते, तदर्थमेव एतादृश आहार्यज्ञानम् इदानीं स्वीकृतः वा इति मम सन्देहः. यतोहि पर्वतः धूमवान् नास्ति इति मम मनसि भवेत् इति चिन्तयित्वा एव यत्र यत्र वह्नि अभावः तत्र तत्र धूम अभावः इति वक्तुं शक्यते. तादृशनिश्चयः तस्य मनसि अस्ति. अतः पर्वतः पर्वतस्य धूम अभावज्ञानं मे भूयात् इति चिन्तयित्वा सः किं कीदृश आहार्यज्ञानम् इच्छा स्वीकरोति. पर्वतः वह्नि यत्र यत्र यत्र वह्नि अभावः तत्र सर्वं वदति अत्र क्रमे. अहं यदर्थं चिन्तितवती. न अत्र क्रमेण चिन्तनीयम्, अत्र क्रमः कः? अस्तु अस्तु, अत्र किं ज्ञानम् आहार्यज्ञानं, किं नाम आहार्यज्ञानम् इति शीर्षकमस्ति खलु. तस्मादुपरि अत्र क्रमः दत्तः, तस्य उत्पत्तिक्रमं शास्त्रे इत्थं वर्णयन्ति. तत्र उत्पत्तिक्रमः कः इति एकवारं पठतु. उत्पत्तिक्रमः, तस्य उत्पत्तिक्रमः शास्त्रम् इत्थं वर्णयन्ति. वादिनः धूमवत्ता निश्चयः चैत्रक्षणे, पर्वतः वन्यमान् धूमवान् च इति. तदनन्तरं ततः पर्वते धूम अभावत्ता निश्चयः मे भूयात् इति इच्छा. द्वितीयक्षणे पर्वते धूम अभावत्ता निश्चयः मे भूयात्, तदर्थमेव अत्र एतद् उक्तं वा? व्यतिरेकव्याप्ति वादिनः. अस्तु, अहं किञ्चित् प्रतिपादयामि, शृणोतु. अस्तु, तर्हि इदानीं प्रतिवादी वादिनः ज्ञानं किं? पर्वतः वह्निमान् धूमात् इति वादिनः ज्ञानं. प्रतिवादी किं वदति? पर्वतः यद्यपि धूमवान् तथापि वह्निः अभाववान् इति तस्य ज्ञानं. तर्हि अत्र विरोधः अस्ति. अन्ततो गत्वा वादिप्रतिवादिनौ उभौ अपि पर्वतः धूमवान् इति अङ्गीकुर्वन्ति, अङ्गीकुर्वतः. किन्तु वादी वदति पर्वतः वह्निमान्, प्रतिवादी वदति पर्वतः वह्नि अभाववान्. तर्हि तत्र मध्यस्थः यः अस्ति तस्मिन् संशयः जातः, पर्वतः वह्निमान् वा न वा इति. तर्हि तत्र संशयः निवारणीयः अस्ति. अस्तु, तर्हि तत्र निवारणार्थं वादिना किं प्रष्टव्यम्? यदि पर्वतः वह्नि अभावः स्यात् तर्हि पर्वतः धूम अभाववान् क्षम्यतां, यदि पर्वतः वह्नि अभाववान् स्यात् तर्हि पर्वतः धूम अभाववान् अपि स्यात् इति प्रश्नः वादिना करणीयः अस्ति. तर्हि वाक्यं कथमस्ति? यदि पर्वतः वह्नि अभाववान् स्यात्, किन्तु पर्वतः वह्नि अभाववान् इति तेन न वक्तुं शक्यते एव. किमर्थं? पर्वतः वह्निमान् इति निश्चयज्ञानं वादिनी अस्ति. यावत्पर्यन्तं तादृशनिश्चयः अस्ति तावत्पर्यन्तं वादिना पर्वतः वह्नि अभाववान् इति न वक्तुं शक्यते एव. अस्तु, तर्हि तदर्थं तत्र इच्छाजन्य आहार्यज्ञानं तस्मिन् भवेत्. तस्मिन् भवेत् कीदृशज्ञानं? पर्वतः अन्वह्नि अभाववान् इति ज्ञानं भवेत्. तदा एव यदि पर्वतः वह्नि अभाववान् इति तेन वक्तुं शक्यते. तदेव अत्र पठितं, तया च इच्छया तस्य पर्वतः, तस्य इत्युक्ते वादिनः पर्वतः वह्नि अभवान् इति निश्चयः उत्पद्यते. अस्तु, तर्हि इदानीम् अत्र सर्वदा मनसि किं संस्थापनीयम् इति चेत् वादिना कः प्रश्नः करणीयः, एतद्वाक्यं मनसि संस्थापयन्तु. यदि पर्वतः वह्नि अभाववान् स्यात् तर्हि पर्वतः धूम अभाववान् अपि स्यात् इति वक्तव्यम् इति प्रश्नः करणीयः वादिना. अस्तु, तर्हि तत्र यदि पर्वतः वह्नि अभाववान् स्यात् इत्यत्र पर्वतः वह्नि अभाववान् इति वक्तुं तत्र आहार्यनिश्चयः आवश्यकः अस्ति. पर्वतः वह्नि अभाववान् इति ज्ञानं मे भूयात्, यद्यपि तस्य ज्ञानं वह्नि पर्वतः वह्नि अभाव वह्निमान् इति अस्ति, तथापि एतादृश इच्छाम् अधिकृत्य तत्र आहार्यते. तेन किं ज्ञानं जायते? पर्वतः वह्नि अभाववान् इति ज्ञानं जायते. तर्हि इदानीं पर्वतः वह्नि अभाववान् इति ज्ञानं जातम् इति कृत्वा अत्र यद्वाक्यं वादिना वक्तव्यं तत्र प्रथमभागः तेन इदानीं वक्तुं शक्यते. किं वाक्यं? यदि पर्वतः वह्नि अभाववान् स्यात् इति तावत्पर्यन्तं तेन वक्तुं शक्यते इदानीम्. अस्तु, तावत्पर्यन्तं वदामश्चेत् न पर्याप्तम्, इतोपि तथा तर्हि पर्वतः धूम अभाववान् अपि स्यात् इति वक्तव्यं, तावत्पर्यन्तं वादिना वक्तव्यं. तर्हि तत्र किमस्ति? पर्वतः धूम अभाववान् इति तेन वक्तव्यं. किन्तु इदानीं तस्मिन् मनसि किं निश्चयः अस्ति? कः निश्चयः अस्ति? पर्वतः धूमवान् इति निश्चयः अस्ति, प्रत्यक्षेन दृश्यते. तर्हि प्रत्यक्षेन दृश्यते इति कृत्वा तस्मिन् पर्वतः धूमवान् इति ज्ञानमस्ति इति कृत्वा तेन वादिना पर्वतः धूम अभाववान् इति पदप्रयोगमेव न कर्तुं शक्यते. तर्हि तादृशपदप्रयोगार्थं द्वितीय आहार्यज्ञानस्यापि आवश्यकता अस्ति, द्वितीय इच्छायाः अपि आवश्यकता अस्ति. का इच्छा? पर्वतः धूम अभाववान् इति निश्चयः मे भूयात् इति इच्छा. तया इच्छया इदानीं द्वितीय आहार्यज्ञानं जायते. किं ज्ञानं? पर्वतः धूम अभाववान् इति निश्चयः जायते. तर्हि इदानीं वादिनी पर्वतः वह्नि अभाववान् इति निश्चयः जातः. पर्वतः धूम अभाववान् इति निश्चयः अपि जातः इति कृत्वा इदानीं वादिना एतद्वाक्यं वक्तुं शक्यते. किं वाक्यं? यदि पर्वतः वह्नि अभाववान् स्यात् तर्हि पर्वतः धूम अभाववान् अपि स्यात्. एतत् सर्वम् अत्र आहार्यज्ञानद्वयमस्ति, इच्छाद्वयमस्ति, इच्छाद्वयमस्ति. तादृश इच्छा किमर्थं करणीया, स्वीकर्तव्या इति चेत् पर्वतः वह्निमान् इति निश्चयः अस्ति, अपि च पर्वतः धूमवान् इति निश्चयः अपि अस्ति वादिनि. यावत्पर्यन्तम् एतद् निश्चयद्वयं वर्तते तावत्पर्यन्तं वादिना यदि पर्वतः वह्नि अभाववान् स्यात् तर्हि पर्वतः धूम अभाववान् अपि स्यात् इति वाक्यं न वक्तुं शक्यते एव, न शक्यते एव. तर्हि तदर्थं, तर्हि तत्र क्रमः कः इति चेत्, प्रथमम् इदानीम् आहार्यज्ञानद्वयमस्ति, तेषु किं प्रथमं भवेत् इति चेत् पर्वतः वह्नि अभाववान् इति ज्ञानं प्रथमं भवेत्. तदा एव, तदेव प्रथमभागः खलु. अत्र वाक्यं कथमस्ति? यदि पर्वतः वह्नि अभाववान् स्यात् तर्हि पर्वतः धूम अभाववान् अपि स्यात् इति वाक्यं. तर्हि तत्र प्रथमभागे यद् ज्ञानम् आवश्यकमस्ति तादृश इच्छा जायेत प्रथमं. तदनन्तरं द्वितीयभागस्य वक्तुं या इच्छा जायेत सा इच्छा जायते इति. अत्र व्यभिचारशङ्का इति मा वदतु. इदानीं तत्र व्यभिचारशङ्का इति एकवाक्यम् एकमपि पदं मया न प्रयुक्तम्. When you say that, I know that you are not understanding what you say. That is not required also. Tatra tasi avashyakata eva nasti. Kimartam atra tarhi nigamanam karomi tadanantaram bhavati punah bhavati eva vadatu. Nigamanam kim iti chet arambataha vadami. Vadi vadati parvataha vanhiman dhumat. Prativadi vadati yadyapi parvataha dhumavan tathapi पर्वतः वह्नि अभाववान् एव इति सः वदति. किमर्थं सः वदति तादृशम् इति चेत् तस्मिन् व्याप्तिज्ञानम् अस्ति इति भिन्नवार्ता भवतु. तर्हि इदानीं वाक्यद्वयमपि श्रुत्वा तत्र विरोधः अस्ति. एकस्मिन् पक्षे पर्वतः वह्निमान्, अन्यस्मिन् पक्षे पर्वतः धूम वह्नि अभाववान् इति विरोधः अस्ति. तत् श्रुत्वा मध्यस्थे संशयः जातः. तस्य निवारणार्थं वादिना किं वक्तव्यं? यदि पर्वतः वह्नि अभाववान् स्यात् तर्हि पर्वतः धूम अभाववान् अपि स्यात् इति वादिना वक्तव्यम्. तादृशवाक्यं न रचयितुं शक्यते यावत्पर्यन्तं पर्वतः वह्नि अभाववान् इति ज्ञानम् अपि च पर्वतः धूम अभाववान् इति ज्ञानम् इति ज्ञानद्वयं यावत्पर्यन्तं तस्मिन् न जायते तावत्पर्यन्तं तेन न वक्तुं शक्यते एतादृशवाक्यं. किमर्थं? तस्मिन् पर्वतः वह्निमान्, पर्वतः धूमवान् इति विरोधज्ञानमस्ति. इति विरोधज्ञानमस्ति. दट्स् वै ऐ सेड् इन् द प्रीवियस् क्लास् आल्सो, द वन् हू डस् तर्क, सपोजिङ्ग् सम्बडी टेल्स् मी the sun does not rise in the east, then I will not even be interested in having an argument with him. I will consider him as a stupid fellow and walk away. But if I decide to have a tarka with him and try to explain to him, tarhi tatra tadartham, this is what is said in Vedanta also, where the teacher comes down to the level of the student. This is what is called teacher coming down to the level of the student. Atra prativadini doshatmaka jnanam asti, brahmatmaka jnanam asti. Tarhi tasya bodhanartham vadina kim kartavyam. Tasmin stare agantavyam. He has to come down to the level of the prativadi and ask a question. Yadi parvatah vanya abhavavan syat, tarhi parvatah dhuma avhanavi syat. Iti prashnah kriyate chedi eva prativadina avagantum shikyate avo atra kleshahasti mayi brahmajnanamasti iti. Kivartam iti chet parvatah dhumavan iti nischayah prativadini api asti. Tena api chakshusha grishyate eva parvatah dhumavan iti. किन्तु मया किं पृष्टम् इदानीं वादिना किं पृष्टं यदि पर्वतः वह्नि अभाववान् स्यात् तर्हि पर्वतः धूम अभाववान् अपि स्यात् इति वाक्यं श्रुत्वा प्रतिवादी चिन्तयति इदानीं प्रतिवादी मनसि किं जातं शाब्दबोधः जातः पर्वतः धूम अभाववान् इति किन्तु प्रत्यक्षेन पर्वतः धूमवान् इति ज्ञानमस्ति तर्हि इदानीं तस्मिन् मनसि विरोधः जातः तर्हि उभयोः ज्ञानयोः मध्ये एकमेव समीचीनं भवितुमर्हति तर्हि सः चिन्तयति इतोपि अग्रे ओ तत्र तेन किमुक्तं यदि पर्वतः वह्निः अभाववान् स्यात् इति उक्तं तस्मिन् विषये प्रतिवादी इदानीं चिन्तयति चिन्तयित्वा ओ तर्हि तत्र यत्र यत्र वन्य अभावः तत्र तत्र धूम अभावः इति व्याप्तिः अस्ति तदा तदाधारीकृत्य एव वादी एतादृशं वदति इति सः अवगच्छति तदा व्याप्तिग्रहः यदा जायते तदनन्तरं तस्य पक्षं परिवर्तयति हा इदानीं धूमात् इति सद्धेतुः हेत्वाभासः न इति सः अवगच्छति इति क्रमः सो टु अत्र आहार्य इच्छाद्वयं भवेत् प्रथम इच्छा का पर्वतः वह्निः अभाववान् इति निश्चयः मे भूयात् तेन इच्छया तया इच्छया आहार्यज्ञानं जायते आहार्यज्ञानस्य आकारः कः पर्वतः वह्निः अभाववान् इति इदानीं ज्ञानं जातं यद्यपि आहार्यज्ञानमस्ति तथापि ज्ञानं तु निश्चयात्मकमस्ति इति कृत्वा तेन यदि पर्वतः वह्निः अभाववान् इति वक्तुं शक्यते तदनन्तरं द्वितीया इच्छा यया इच्छया पर्वतः धूम अभाववान् इति आहार्यज्ञाननिश्चयः जायते उत्पद्यते तदेव अत्र लिखितमस्ति पर्वतः वह्निः अभाववान् इति व्याप्तिवत्ता ज्ञानेन च तस्य पर्वतः धूम अभावमिति निश्चयः उत्पद्यते अयमेव निश्चयः तर्कः तर्हि अन्ततो गत्वा तर्कः कः इति चेत् पर्वतः धूम अभाववान् इति चाक्षुषज्ञानस्य विरोधनिश्चयः एव तर्कः इति उच्यते इतोपि किञ्चित् अवगन्तव्यं किमर्थम् एतदेव तर्कः इति उच्यते इत्यत्र एतावत्पर्यन्तम् अस्माभिः न अवगतम् अस्तु सत्यभौम भगिनी अवगच्छति खलु आम् यदा इदानीं धूम अभावः यदा भवान् उक्तवान् तदानीमेव अहम् अवगतवती आहार्यज्ञानं यदा उक्तं खलु तदा एव सत्यं तस्मात् पूर्वम् अहं तत् साक्षात् ज्ञानम् इति चिन्तितवती तदा उभयमपि आहार्यज्ञानम् इदानीम् अवगतवती तदर्थमेव अहं व्यतिरेकज्ञानदृष्ट्या दृष्टवती हा हा किन्तु अत्र किञ्चित् प्रौढरीत्या उक्तमस्ति यथा मया प्रतिपादितं तत्र सारल्यमस्ति तदानीमेव अहम् अवगतवती सो दिस् इस् वाट् ऐ डू आल्वेस् ऐ ट्रै टु आन्सर् इट् इन् मै ओन् वर्ड्स् अस्तु तर्हि इदानीं वादिनी आहार्यज्ञानद्वयमस्ति एकं तु पर्वतः वह्नि अभाववान् द्वितीयं तु पर्वतः धूम अभाववान् तत्र उभयोः ज्ञानयोः मध्ये पर्वतः धूम अभाववान् इति निश्चयः तर्कः इत्युच्यते पर्वतः वह्नि अभाववान् इति ज्ञानम् आहार्यज्ञानम् इत्युच्यते, इच्छाजन्यः अस्ति इति कृत्वा. अत्र किञ्चित् भिन्नरीत्या लिखितमस्ति, तथापि पूर्वोक्तविधया पर्वते धूम अभावज्ञानं मे भवतु इति इच्छया पर्वतः वह्नि अभावान् इति व्याप्तिवत्ता ज्ञानेन च. ओ अत्र अत्र हा एतदपि प्रतिपादयामि, अत्र हेतुद्वयं दत्तं मया मम प्रसङ्गे. किमुक्तं? द्वितीय इच्छा पर्वतः वह्नि पर्वतः धूम अभाववान् इति निश्चयः मे भूयात् इति तावदेव उक्तम्. किन्तु इतोपि सः वदति तत्तु एकं पर्वते धूम अभावज्ञानं मे भवतु इति इच्छया, तदनन्तरं पर्वतः वह्नि अभाववान् इति वाप्तिव्यत्ताज्ञानेन च इति द्वितीयमपि, पर्वतः वह्नि अभाववान् इति व्याप्तिवत्ताज्ञानेन च पर्वतः धूम अभाववान् इति निश्चयः. तर्हि तत्र द्वितीयज्ञानस्य तर्कस्य द्वौ हेतौ, द्वौ हेतु हेतुः सत्यं द्वौ हेतु, एकं तु इच्छा पर्वते धूम अभाववान् धूम अभावः धूम अभावज्ञानं मे भवतु इति इच्छा, द्वितीयं पर्वतः वन्य अभाववान् इति व्याप्यवत्ता निश्चयः. तद् व्याप्तिज्ञानमस्ति खलु, व्यतिरेकव्याप्तिज्ञानमस्ति, यत्र यत्र वन्य अभावः तत्र तत्र धूम अभावः. तर्हि तादृशव्याप्तिज्ञानमपि साहाय्यं करोति अस्य अस्याः इच्छायाः साहाय्यं करोति एतादृशव्याप्तिज्ञानम्. तर्हि उभाभ्यां तस्य वादिनः पर्वतः धूम अभाववान् इति निश्चयः उत्पद्यते, अयमेव निश्चयः तर्कः इत्युच्यते. किमर्थमत्र द्वितीयकारणमपि उक्तम् अहम् ऊहां करोमि इति चेत्, प्रबलमस्ति खलु प्रत्यक्षज्ञानं, प्रत्यक्षेन पर्वतः धूमवान् इति दृश्यते. तर्हि केवलम् इच्छा स्वीकुर्मश्चेत् तत्र प्रबलमस्ति, तत्र प्राबल्यमस्ति इति कृत्वा चाक्षुषज्ञानं न अपगच्छति. तर्हि तत्र इतोपि किञ्चित् दार्ढ्यार्थं तत्र व्याप्तिमपि स्वीकृत्य व्याप्तिज्ञानेन पर्वतः धूम अभाववान् इति निश्चयः जायते. तर्हि प्रथमम् इच्छा, का इच्छा? पर्वतः वह्नि अभावज्ञानं मे भूयात् इति इच्छा, तेन ज्ञानेन पर्वतः वह्नि अभाववान् इति आहार्यज्ञानं जायते इति प्रथमम्. द्वितीयं पर्वतः धूम अभावज्ञानं धूम अभाववान् इति ज्ञानं मे भवतु इति निश्चयः, तस्मात् तत्र तस्य सहकारिणी कारणं भवति व्याप्ति व्यतिरेकव्याप्तिः. किमर्थम् इति चेत्, इदानीं यत्र यत्र वन्य अभावः अत्र इदानीं पर्वतः वन्य अभाववान् इति ज्ञानं मयि जातं खलु, यद्यपि आहार्यज्ञानं तथापि ज्ञानमस्ति, निश्चयः अस्ति इति कृत्वा तेन ज्ञानेन इदानीम् अत्र वन्य अभावः वन्य अभाववान् भवेत् पर्वतः इति व्याप्तिं व्यतिरेकव्याप्तिमत्र साहाय्यं करोति. तेन पर्वतः धूम अभाववान् इति तर्कः मयि जातः. अस्तु, अग्रे गच्छेम. स्वयं महोदय पठितुमिच्छति किम्? महोदय प्रयत्नं करोमि. हा पठितुं तु शक्यते, तत्र प्रयत्नं किम्? आमां वक्तुं हा भवतु. अस्तु अग्रे, सूक्ति ललन्तिका, सूक्ति ललन्तिका ललन्तिका. तर्कोत्पत्तौ क्षणप्रक्रिया, अतः च आहार्यज्ञानोत्पत्तिप्रक्रिया ईदृशी पर्यवस्यति. प्रथमं वह्निता निश्चयः पर्वतः वह्निमान् इति निश्चयः इति आद्यः क्षणः. पर्वते वह्न्याभावनिश्चयः मे भवतु इति इच्छायाः द्वितीयः क्षणः पर्वतः वह्न्याभाववान् धूमवान् इति समूहालम्बनात्मकः वह्न्याभावांशे आहार्यनिश्चयः इति तृतीयः क्षणः वह्न्याभावः धूमाभावव्याप्यः इति व्याप्तिनिश्चयः पर्वते धूमाभावज्ञानं मे भवतु इति इच्छा च इति चतुर्थक्षणः पर्वतः धूमाभाववान् इति निश्चयः तर्करूपः इति पञ्चमक्षणः तर्कोत्पत्तौ क्षणप्रक्रिया पर्वतः धूमाभाववान् अस्तु तस्मात् पूर्वं तर्क उत्पत्तिः कुत्र भवति कस्मिन् भवति बालके इति वा किम् इदानीं त्रयः जनाः सन्ति एकः वादी अन्यः प्रतिवादी तृतीयः मध्यस्थः तेषु अस्मिन् तर्कः जायते वादिनः मनसि हा वादिनी सत्यं वादिनी सत्यं वादिनी तर्कस्य उत्पत्तिः भवति अस्तु तर्हि प्रथमक्षणे वादिनी किं ज्ञानमस्ति पर्वतः वह्निमान् हा तादृशनिश्चयः केन प्रमाणेन जातम् अथवा प्राप्तम् अनुमानेन उत्तमं सत्यं केवलं पुरस्मारणार्थम् अहं पृच्छामि तर्हि वादिनी हेतुज्ञानमस्ति हेतुमज्ञानमस्ति अपि च व्याप्तिज्ञानमपि अस्ति इति कृत्वा तत्र उभाभ्यां ज्ञानाभ्याम् अनुमितिज्ञाज ज्ञानमस्ति पर्वतः वह्निमान् इति निश्चयः वादिनी प्रथमक्षणे अस्ति अस्तु इदानीं द्वितीयक्षणे किं जायते पर्वते वह्न्याभावनिश्चयः मे भवतु पर्वते किं जायते इति प्रश्नः हरि ओम् न श्रूयते आं महोदय तु तदेव दत्तं खलु द्वितीयक्षणे पर्वते वह्न्याभावनिश्चयः भवतु इति किं जायते इच्छा इति वा हा सत्यं द्वितीयक्षणे इच्छा जायते कीदृश इच्छा इच्छायाः विषयः कः पर्वते वह्न्याभावनिश्चयः मे भवतु इति हा उत्तमम् इति निश्चयः जायते द्वितीयक्षणे तर्हि इदानीं तया इच्छया तृतीयक्षणे किं जायते तृतीयक्षणे आहारनिश्चयः जायते आहारनिश्चयस्य आकारः कः पर्वतः वह्न्याभाववान् उत्तमं बहु उत्तमम् इति तृतीयक्षणे पर्वतः वह्न्याभाववान् इति निश्चयः वादिनी जातः अस्तु तदनन्तरं चतुर्थक्षणे चतुर्थक्षणे अपि एकं व्याप्तिनिश्चयः इच्छा अपि वा व्याप्तिनिश्चयः अपि च इच्छा अपि जातम्। न न, व्याप्तिनिश्चयः चतुर्थक्षणे जायते इति न वक्तुं शक्यते खलु। व्याप्तिनिश्चयस्तु पूर्वमेव अस्ति। आम्, अतः एव तत्र का व्याप्तिः, व्याप्तेः आकारः कः? वह्याभावः धूमाभावव्याप्त्यः। हा, इत्युक्ते यत्र यत्र वन्यभावः तत्र तत्र धूमाभावः इति व्यतिरेकव्याप्तिः। तादृशनिश्चयः पूर्वमेव तस्मिन् अस्ति, तर्हि चतुर्थक्षणे तज्जायते इति न वक्तव्यम्। चतुर्थक्षणे किं जायते? इच्छा। पर्वते इच्छायाः विषयः कः? पर्वते धूमाभावज्ञानं मे भवतु इति निश्चयः। सत्यम्, इति निश्चयः इति इच्छा चतुर्थक्षणे जायते, तस्याः इच्छायाः सहकारिणी भवति व्याप्ति, व्यतिरेकव्याप्तिनिश्चयः। यत्र यत्र यत्र यत्र वन्यभावः तत्र तत्र धूमाभावः यथा ह्रदः इति व्यतिरेकव्याप्तिनिश्चयः सहकारिणीकारणं भवति। तत्तु अस्ति एव, चतुर्थक्षणे एव व्याप्तिः जायते इति न वक्तव्यं। तत्पूर्वं प्रथमक्षणे एव अस्ति, यस्मिन् क्षणे पर्वतः वन्यमान् इति ज्ञानमस्ति, अनुमानज्ञानमस्ति वादिनी, तस्मिन्नेव क्षणे एतद् व्याप्तिज्ञानमपि अस्ति, व्यतिरेकव्याप्तिज्ञानमपि अस्ति, भवतु। किन्तु व्यतिरेकव्याप्तिस्मरणं भवति चतुर्थक्षणे, तेन स्मरणेन तज्ज्ञानं व्याप्तिज्ञानं व्यतिरेकव्याप्तिज्ञानं सहकारिकारणं भवति। किन्तु चतुर्थक्षणे किं जायते इति चेत् इच्छा जायते। कीदृश इच्छा? पर्वतः धूम अभाववान् इति निश्चयः मे भूयात् इति चतुर्थक्षणे। तर्हि इदानीं पञ्चमक्षणे किं जायते? निश्चयः जायते महोदय, पर्वतः धूमाभाववान्। उत्तमं, बहु उत्तमं, समीचीनं, भवतावगतम्। अस्तु, पर्वतः धूमाभाववान् इति निश्चयः वादिनी पञ्चमक्षणे जातं, जातः। अस्तु, अग्रे महोदय। अस्मिन् निश्चये व्याप्यारोपजन्यत्वम्, इच्छाजन्यत्वं च अस्ति इति भवति एषः तर्कः। पञ्चमक्षणे हि अस्य निश्चयस्योत्पत्तिः। महोदय, किञ्चित् उच्चैः पठति वा, सम्यक् न श्रूयते। ओ न, श्रूयते किन्तु किञ्चित् मन्दं श्रूयते। अस्मिन् निश्चये व्याप्यारोपजन्यत्वम्, इच्छाजन्यत्वं च अस्ति इति भवति एकः तर्कः। पञ्चमक्षणे हि अस्य निश्चयस्य उत्पत्तिः। तत्पूर्वक्षणे, चतुर्थक्षणे तत्र इच्छा अस्ति, द्वितीयक्षणे उत्पन्नः व्याप्यारोपः, वह्याभावविषयक आहार्यनिश्चयः अपि अस्ति। अतः व्याप्यारोपजन्यत्वम्, इच्छाजन्यत्वात् आरोपत्वं च अस्य निश्चयस्य अस्ति समन्वयः। अत्र नूतनं किमपि नास्ति, विपरीतरीत्या उक्तं। पञ्चमक्षणे निश्चय उत्पत्तिः भवति, तस्मात् पूर्वक्षणे इच्छा भवति, तृतीयक्षणे व्याप्यारोपः, वन्यभावविषयक आहार्यनिश्चयः अपि अस्ति इति केवलं क्रमः विपरीतरीत्या दत्तमस्ति, नूतनं किमपि नास्ति। अस्ति, अतः तत्र निगमनं किम्? अतः व्याप्य आरोपजन्यत्वम्, इच्छाजन्यत्वात् आरोपत्वं च अस्य निश्चयस्य अस्ति समन्वयः इति उक्तम्। तर्हि एतत् सर्वम् आरोपितमस्ति, वास्तविकं नास्ति, स्वेन आरोप्यते, तदा एव तर्कः कर्तुं शक्यते इति कृत्वा, तर्कं कर्तुं शक्यते इति कृत्वा सः एतादृशं क्रियते, सः इत्युक्ते वादी. ओ अस्तु, अग्रे महोदय. इदञ्च ज्ञानेच्छयोः एकक्षणे उत्पत्तिः सम्भवति इति यत् नवीननैयायिकमतं तदनुसृत्य उक्तम्. इह क्षणगणनायां चतुर्थक्षणे व्याप्तिनिश्चयः इच्छा च इति उभयं खलु दर्शितम्. तच्च ज्ञानेच्छयोः युगपत् उत्पादपक्षे एव घटते. चतुर्थक्षणे व्याप्तिनिश्चयः तु व्याप्तिनिश्चयः पूर्वमपि अस्ति खलु महोदय, चतुर्थक्षणे एव. किन्तु व्याप्तिनिश्चयः कदा जाता? कदा, कथं वक्तव्यं, कदा? इदानीं व्याप्तेः आकारः कः? यत्र यत्र वह्नभावः तत्र तत्र धूमाभावः. उत्तमं. तत्र उदाहरणं किम् आसीत्? यथा महान्, यथा महान् आसन्, न न, यथा ह्रदः, वन्य अभावः खलु. यथा ह्रदः, सत्यं, यथा महाह्रदः अथवा ह्रदः. अस्तु, तर्हि व्याप्तिज्ञानं कदा जातम् इति चेत् यदा वादिना ह्रदः दृष्टः बहुकालात् पूर्वं, तस्मिन् क्षणे व्याप्तिज्ञानं जातं. ज्ञानं तु क्षणात्मकमस्ति खलु, क्षणात्मकं. तर्हि अग्रिमक्षणे तद् नश्यति. किन्तु किं सृष्ट्वा ज्ञानं नश्यति? ज्ञानेन किं जायते? संस्कारः. उत्तमं, संस्कारः जायते. संस्कारेण किं जायते? स्मृति. उत्तमं, स्मृतिः इति एकविधज्ञानमस्ति खलु. आमोद, ज्ञानं तु द्विविधम्, अनुभवः, स्मृतिः इति. अनुभवः चतुर्विधः, प्रत्यक्ष, अनुमान, उपमान, शाब्दभेदात्. तर्हि स्मृतिः अपि ज्ञानं. तर्हि यदा वादिना महाह्रदः दृष्टः तदा यत्र यत्र अन्यभावः तत्र धूमाभावः इति व्याप्तिग्रहः जातः, तेन संस्कारः जातः. तर्हि तत् तेन संस्कारेण चतुर्थक्षणे स्मरणात्मकं ज्ञानं जायते खलु. तर्हि तत्तु चतुर्थक्षणे स्मरणात्मकं ज्ञानं जायते, अपि च इच्छा जायते. कीदृश इच्छा? पर्वतः धूमाभाववान् इति ज्ञानं मे भूयात् इति इच्छा. द्वयमपि एकस्मिन् क्षणे जायते. अत्र कः क्लेशः इति चेत्, इदं च ज्ञानेच्छयोः एकक्षणे उत्पत्तिः सम्भवति इति यन्नवीननैयायिकान् नैयायिकमतं, नवीननैयायिकाः एवं वदन्ति, तदनुसृत्य उक्तम् इह क्षणगणनायां चतुर्थक्षणे व्याप्तिनिश्चयः इच्छा च इति उभयं खलु दर्शितम्. व्याप्तिनिश्चयः इति स्मरणेन यद्व्याप्तिनिश्चयः जातः. अत्र कः व्याप्तिनिश्चयः? पर्वतः वह्निः अभाववान् इति व्याप्यवत्ता निश्चयः. तत् चतुर्थक्षणे जायते इति चेत् स्मरणात्मकेन जायते इति वक्तव्यम्. तच्च ज्ञानेच्छयोः युगपत् उत्पाद युगपत् उत्पादपक्षे एव घटते. इत्युक्ते यस्मिन् क्षणे, इत्युक्ते तत्र चतुर्थक्षणे संस्कारेण व्याप्तेः स्मरणात्मकं ज्ञानं जायते इति एकं. द्वितीयक्षणे तत्र तस्मिन्नेव क्षणे इच्छा अपि जायते इति. द्वयमपि एकक्षणे एकस्मिन् आत्मनि भवितुम् अर्हति इति वदामश्चेत् एव च चतुर्थक्षणे उभयमपि अस्ति इति कृत्वा पञ्चमक्षणे पर्वतः धूम अभवान् इति ज्ञानं जायते इति वक्तुं शक्यते खलु महोदय? हा अस्तु, तर्हि इतोपि अग्रे पठेम, अत्र किमस्ति इति पश्येम, अग्रे पठतु महोदय। महोदय कनि किन्तु केवलं चतुर्थक्षणे एव जायते न तु पूर्वम् इति अपि अस्ति वा? न अवबुद्धं किमर्थम् एतादृश प्रश्नं करोति? व्याप्तिनिश्चयः केवलं चतुर्थक्षणे एव किमर्थं भवितव्यं न तु? न अत्र तत्रैव तस्य आवश्यकता अस्ति खलु, इदानीम् इच्छा अस्ति, किम् इच्छा, किं विषयक इच्छा? पर्वतः धूम अभाववान् इति तादृशज्ञानं मे भूयात् इति इच्छा चतुर्थक्षणे एव आगच्छति, किन्तु चतुर्थक्षणे अत्र प्रबलज्ञानम् अस्ति, किमस्ति? चाक्षुषज्ञानमस्ति, पर्वतः धूमवान् इति। तर्हि केवलम् इच्छा मयि अस्ति चेत् न जायते खलु। अस्तु, अत्र अहं पुरुषः इति निश्चयात्मकज्ञानं मयि अस्ति, तर्हि इतः परम् अहं स्त्री भूयात् इति केवलम् इच्छा अस्ति चेत् तत्र स्त्रीत्वं मयि न आगच्छति खलु। एवम् अत्र चतुर्थक्षणे इच्छा अस्ति, किन्तु तत्र बाधकज्ञानं प्रबलमस्ति इति कृत्वा चतुर्थक्षणे संस्कारेण व्याप्तिनिश्चयः स्मरणात्मकज्ञानं जायेत, तदा एव पञ्चमक्षणे पर्वतः धूम अभाभवान् इति ज्ञानं निश्चयः मयि भवति इति। तदर्थम् एतदुक्तं चतुर्थक्षणे किमर्थम् इति चेत् चतुर्थक्षणे एव इच्छा जायते खलु, तदर्थं चतुर्थक्षणे इति उक्तम्। महोदय एकः प्रश्नः, तृतीयक्षणे धूमवान् इति समूहालम्बनज्ञानस्य आकारः उक्तमस्ति खलु, तदेव तस्य आवश्यकता अस्ति इति चिन्तयामि। चतुर्थक्षणे किमर्थं चिन्तयामि इति चेत् किमर्थं तादृशं चिन्तयति? पर्वतः वह्नि अभाववान् धूमवान् च इति उक्तं खलु समूहालम्बनज्ञाने, तत्र यदि पर्वतः धूम अभाववान् स्यात् तदर्थं तदनन्तरं व्याप्तिज्ञानम् उक्तम् इति मम चिन्तनम्। यदि पर्वतः वन्य अभाववान् इति उक्तं, तदनन्तरं तृतीयबिन्दुः अस्ति पर्वतः धूम वह्नि अभाववान् धूमवान् च इति, तस्य निराकरणं कर्तव्यं खलु, यतोहि इदानीं पर्वते साक्षात् धूमः दृश्यते, अतः कथं तस्य निवारणं कर्तुं शक्यते? तदर्थं तस्य निवारणार्थं किं क्रियते? व्याप्ति धूमवान् इति ज्ञानस्य निवारणार्थं किं क्रियते? व्याप्ति उक्तमस्ति अत्र, यदि पर्वतः वह्नि अभाववान् स्यात् इति ज्ञानम् आहार्यरूपेण अस्ति, न तर्हि पुनः तदेव दोषं करोति। यदि इति निश्चयः नास्ति, कृपया तादृशं मा वदतु। व्याप्तिज्ञानं यदि इति भवति वा? व्याप्तिज्ञानं न उक्तम् इदानीं, भवती तदेव उक्तवती खलु, व्याप्तिज्ञानं किमस्ति यदि इति वदतु। तर्कः उक्तः न you have to communicate very clearly. Communication is not very clear. I know you understand, but your communication has to be perfect. Atra pashyatu parvatah vanhi abhavavan dhumavan iti samuha alambana jnane vanhi amshe ahari nischayah jayate tritiya kshane kevalam tatreva idanim chaturtha kshane पर्वतः वह्नि अभाववान् पञ्चमक्षणे पर्वतः वह्नि पर्वतः धूम अभाववान् इति ज्ञानं तर्कः मयि जायेत, तदर्थं प्रथमम् इच्छा जायेत, केवलम् इच्छा अस्ति चेत् पञ्चमक्षणे किमर्थं पर्वतः धूम अभाववान् इति निश्चयः न जायते? यथा द्वितीयक्षणे पर्वतः वह्नि अभाववान् इति ज्ञानं मे भूयात् इति केवलम् इच्छया एव तृतीयक्षणे पर्वतः वन्याभाववान् इति निश्चयः मयि जातः तद्वत् पञ्च चतुर्थक्षणे केवलम् इच्छा पर्वतः धूम अभाववान् इति ज्ञानं मे भूयात् इति इच्छा केवलं तया इच्छया पञ्चमक्षणे तर्कः पर्वतः धूम अभवान् इति तर्कः किमर्थं वादिनेन जायेत खलु कारणं वक्तव्यं खलु अन्यथा इच्छया किमपि भवितुम् इति दोषः अस्ति खलु न न तदेव मया उक्तम् इति द्वितीयक्षणे केवलम् इच्छा एव अस्ति तृतीयक्षणे आहार्यज्ञानं जायते खलु तत्र किं कारणमुक्तं केवलम् इच्छा अस्य उत्तरं किम् अत्र द्वितीयक्षणे किं जायते केवलम् इच्छा एव जायते खलु तर्हि केवलम् इच्छा द्वितीयक्षणे जायते केवलम् इच्छया तृतीयक्षणे पर्वतः वह्नि अभाववान् इति निश्चयः मयि जातः एवं चतुर्थक्षणे पर्वतः धूम अभाववान् इति निश्चयः मे भूयात् इति केवलम् इच्छा जायते चेत् पञ्चमक्षणे पर्वतः धूम अभाववान् इति निश्चयः जायेत किमर्थं व्याप्तेः आवश्यकता इति तादृशं वदति चेत् धूमेन सह अपि भवितुम् अर्हति इति वक्तुं शक्यते खलु किं किं पर्वतः धूमवान् धूम अभाववान् च इति वक्तुं शक्यते खलु यदि प्रथमक्षणे तृतीयसोपानस्य आवश्यकता नास्ति इति चिन्तयति चेत् न न मम प्रश्नः कः प्रथमक्षणे तृतीयक्षणे तृतीयबिन्दुः अस्ति खलु मम प्रश्नः कः मया किं कः प्रश्नः कृतः इति प्रश्नः वदतु अस्ति नास्ति चेदपि इति सम्पूर्णवाक्यं वदतु भगिनि कृपया वदतु केवलम् इच्छया द्वितीय ज्ञानम् आहार्यज्ञानं तस्मिन् भूयात् मे भूयात् इति चिन्तितम् अतः तदा इदानीं द्वितीय आहार्यज्ञानम् अपि भवत्येव इति द्वितीय आहार्यज्ञानस्य नाम किं पर्वतः धूम अभावः नाम आकारः कः इति न नाम द्वितीय आहार्यज्ञानस्य नाम किम् तर्कः तर्कः तर्क इति वदतु द्वितीय आहार्यज्ञानमिति मा वदतु तदेव तर्कः सत्यं खलु तर्हि चतुर्थक्षणे यदि इच्छा जायते तर्हि केवलम् इच्छया पञ्चमक्षणे तर्कः जायेत व्याप्तेः आवश्यकता का तर्कस्य निरूपणं कर्तव्यं खलु न न निरूपणं तर्कः दोषाय खलु तर्कः दोषाय किमर्थं निरूपणं तर्कः यदा जायते तदनन्तरमेव तर्कस्य निरूपणमिति चिन्तनं किन्तु अत्र पुस्तके किम् उक्तं तर्कं जातुं पर्वतः धूम अभाववान् इति तर्कं जातुं कारणद्वयमस्ति एकं तु इच्छा तस्मिन् क्षणे जायते चतुर्थक्षणे द्वितीयं तु व्याप्तिज्ञानं अन्वय व्यतिरेकव्याप्तिज्ञानं कीदृशज्ञानं स्मरणात्मकज्ञानं तस्मिन्नेव क्षणे व्याप्तिज्ञानं भवति इति नास्ति पूर्वमेव यदा मया महाहृदः दृष्टः तस्मिन्नेव क्षणे व्यतिरेकव्याप्तिज्ञानं जातम् किन्तु अग्रिमक्षणे तद् ज्ञानं नष्टम् किन्तु संस्कारः अस्ति तेन संस्कारेण स्मरणात्मकज्ञानं चतुर्थक्षणे भवति तर्हि चतुर्थक्षणे कार्यद्वयं जायते एकं तु इच्छा द्वितीयं तु स्मरणात्मकज्ञानं व्याप्तिज्ञानं किमर्थं व्याप्तिज्ञानं वक्तव्यं सतिमोहन भगिनी वदतु चतुर्थक्षणे किमर्थं व्याप्तिज्ञानस्य उत्पादनं वक्तव्यम्? इदानीं धूमवान् इति पर्वतः वह्नि अभाववान् धूमवान् च इति समूहालम्बनस्य निराकरणं कर्तव्यं खलु, तदर्थं यत्र यत्र धूमा अत्र पर्वतः वह्नि अभाववान् धूमवान् इत्यस्य निराकरणार्थम् इति नास्ति, पर्वतः धूमवान् इति चक्षुषा गृह्यते खलु, तस्य निराकरणं प्रत्यक्षज्ञानं प्रबलमस्ति, तर्हि केवलं प्रबलज्ञानस्य निवारणार्थं दट् इस् वाट् ऐ एम् सेयिङ्ग् फ्रम् द बिगिनिङ्ग् ऐ डोण्ट् यु नो इफ् यू दट् इस् लिसन् अर् नाट् अत्र प्राबल्यं प्राबल्यं प्राबल्यम् इति बहुवारं मया उक्तं खलु, धूमवान् इति भागस्य निराकरणं हा, पर्वतः धूमवान् इति प्रत्यक्षेन ज्ञायते, तस्य निराकरणं कथं वा कर्तुं शक्यते? प्रबलः अस्ति इति खलु, प्रत्यक्षज्ञानं प्रबलमस्ति, सो यु नीड् संथिङ्ग् मोर्, केवलम् इच्छा अस्ति चेत् न भवति, किन्तु द्वितीयक्षणे केवलम् इच्छा कथम् इति चेत् तत्र वह्निः अस्ति इति अनुमानेनैव ज्ञायते, न तु प्रत्यक्षेन खलु, हा इति कृत्वा अनुमानज्ञानं तावत् प्राबल्यं नास्ति, प्रत्यक्षसदृशं प्राबल्यं नास्ति, इट् इस् वेरि डिफिकल्ट् टु डिस्मिस् पर्सेप्टिबल् नालेज्, दट् इस् वै ईवन् इन् अद्वैत वि हेव् अ प्राब्लम्, सर्वत्र द्वैतमेव अस्ति इति प्रबलज्ञानमस्ति, चक्षुषा गृह्यते, अहं भवतेः विद्यते, ऐ एम् डिफरेण्ट् यु आर् डिफरेण्ट् एव्रिथिङ्ग् एल्स् इस् डिफरेण्ट् इति प्रत्यक्षज्ञानमस्ति, सो जस्ट् बिकास् वेदा सेस् एकमेव अद्वितीयं ब्रह्म तत् सत्यं स आत्मा तत्त्वमसि इति वेदान्तेन उक्तम् इति कृत्वा मयि विश्वासः न जायते, किमर्थमिति तत्र प्रबलमस्ति प्रत्यक्षज्ञानं, तर्हि तदर्थम् इत्ये तदर्थमेव तत्र अध्यासः नाम किम्, अध्यासस्य सामग्र्यः के काः, तर्हि बन्ध अध्यासे अपि तादृशसामग्र्यः सन्ति वा इति एतत् सर्वं विचिन्त्य किमर्थम् एतादृशतर्कः क्रियते, तत्रापि अध्यासः इति तर्कः एव, वै इस् आल् दिस् बीङ्ग् डिस्कस् बिकास् वि हव् टु समौ डिस्मिस् द प्रबलज्ञानं, देर् फोर् हियर् आल्सो इन् द द्वितीयक्षण देर् इस् ओन्ली इच्छा अण्ड् इच्छा इस् सफिशियण्ट् बिकास् इट् वि नीड् टु ओन्ली डिस्मिस् दि अनुमानज्ञानं, अनुमानज्ञानं तावत् प्रबलं नास्ति, बट् इन् द चतुर्थक्षण इन् अडिशन् टु दि इच्छा यु नीड् द व्याप्तिज्ञानम् आल्सो, वै बिकास् यु आर् गोयिङ्ग् टु डिस्मिस् द प्रबलज्ञानं प्रत्यक्षज्ञानं, किं ज्ञानं पर्वतः धूमवान् इति चाक्षुषज्ञानं, तस्य निराकरणं कर्तव्यं, सो पर्वतः वह्नि अभवान् धूमवान् इति समूहलम्बनज्ञानस्य निराकरणं कर्तुम् इति मा वदतु, केवलं पर्वतः धूमवान् इति चाक्षुषज्ञानस्य निराकर्तुम् अत्र ज्ञानद्वयस्य आवश्यकता, इच्छा इति ज्ञानद्वयमिति नास्ति, द्वयस्य आवश्यकता अस्ति, एकं तु इच्छा, एका तु इच्छा, अन्यस्तु आहार अत्र व्याप्तिज्ञानस्य स्मरणं, तदा प्रबलज्ञानस्य निराकरणं भवति, अस्तु अग्रे स्वामी महोदय, तत्र तत्र यदि क्रमिकतायाः आग्रहः क्रमिकतायाः आग्रहः तदा तृतीयक्षणे उत्पन्ने समूहालम्बने एव वह्न्याभावः धूमाभावव्याप्यः इति पदार्थः अपि अन्तर्भावनीयः, तथा एतद्रीत्या क्षणप्रक्रिया ईदृशी भवति, वह्निमत्ताज्ञानम् आद्यक्षणे वह्न्याभाववत्ताज्ञानं मे भवतु इति इच्छा द्वितीयक्षणे, पर्वतः वह्न्याभाववान् उमवान् च वह्याभावः पर्वतः वह्याभाववान् धूमवान् च वह्याभावः धूमाभावव्याप्यः इति आंशिकाहार्यं तृतीयक्षणे पर्वते धूमाभावज्ञानं मे जायताम् इति इच्छा चतुर्थक्षणे ततः पर्वतः धूमाभाववान् इति तर्कः अस्तु तर्हि अत्र किं परिवर्तनं कृतं केवलम् एकमेव सोपानं परिवर्तितम् अत्रापि पञ्चक्षणमस्ति व्याप्यज्ञानं तु चतुर्थक्षणे नास्ति महोदय उत्तमं कस्मिन् क्षणे अस्ति अस्ति इदानीम् इदानीं तु तृतीयक्षणे हा अस्ति इति केवलं परिवर्तितं तदेव अत्र उक्तं क्रमिकतायाः आग्रहः इत्युक्ते क्रमे आग्रहः इफ् यु वाण्ट् टु बि रियलि स्पेसिफिक् अबौट् दि क्रम किमर्थमिति चेत् तत् चतुर्थक्षणे इच्छापि जायते तस्मिन्नेव क्षणे एतादृशज्ञानमपि अस्ति इति इच्छा इति अत्र वार्ता का इति चेत् एकस्मिन् क्षणे इच्छा एकविषयक इच्छा अन्यविषयकज्ञानम् उभयमपि एकस्मिन् क्षणे एकस्मिन् आत्मनि जायते वा इति प्रश्नः अवबुध्यते खलु आम् महोदय सत्यम् एकस्मिन् क्षणे एकस्मिन् क्षणे अत्र ज्ञानं जातुम् आत्ममनसंयोगः आवश्यकः अस्ति खलु ज्ञानम् आत्मनि उत्पद्यते इच्छा अपि आत्मनि उत्पद्यते सर्वत्र आत्ममनसंयोगः आवश्यकः तर्हि येन आत्ममनसंयोगेन इच्छा जायते तेनैव आत्ममनसंयोगेन ज्ञानमपि जायते इति न वक्तुं शक्यते किन्तु समूह आलम्बनज्ञानं भवितुमर्हति तर्हि इदानीं किं चिन्तितम् अत्र चतुर्थक्षणे इच्छा जायते ज्ञानमपि जायते इति वक्तुं क्लेशः अस्ति इति कृत्वा तृतीयक्षणे ज्ञानं जायते कीदृशज्ञानं समूह आलम्बनज्ञानं समूह आलम्बनज्ञाने बहवः अंशाः भवितुमर्हन्ति पर्वतः वह्यभाववान् धूमवान् च वह्यभावः धूमव्याप्यः इति आंशिक आहार्यं तृतीयक्षणे तर्हि एकमेव समूह आलम्बनज्ञानम् इति एकस्मिन् समूह आलम्बनज्ञाने त्रयः अंशाः पर्वतः वह्यभाववान् इति एकः अंशः पर्वतः धूमवान् इति द्वितीयः अंशः वह्नि अभावः धूम अभावव्याप्यः इति तृतीयांशः इति त्रिविषयकज्ञानं समूहालम्बनज्ञानं तृतीयक्षणे जायते सो द क्वश्चिन् हियर् इस् रियलि हौ केन् दि नव्यनैयायिकास् अत्र नव्यनैयायिकैः कथम् उक्तं चतुर्थक्षणे इच्छा जायते ज्ञानमपि जायते इति तेन उक्तं तत्र केवलं परिहरोति मे बि सम् स्टूडेण्ट् हेड् आस्क् दि आथर् कथं वा एकस्मिन् क्षणे इच्छापि जायते ज्ञानमपि जायते इति तदर्थम् अत्र परिष्कारं करोति तर्हि एकस्मिन् ज्ञाने बहवः विशेषाः भवितुमर्हन्ति इति अङ्गीकृतम् इति कृत्वा केवलं किं तत्र भवितुं न भवितुमर्हति एकस्मिन् क्षणे ज्ञानम् इच्छा द्वयमपि जायते एकस्मिन् आत्मनि इति न वक्तुं शक्यते किन्तु एकस्मिन् ज्ञाने बहवः विषयाः भवितुमर्हन्ति समूहालमनज्ञानं तदेव इति कृत्वा भवतु तत्र चतुर्थक्षणे यद्व्याप्तिः जायते व्याप्तिस्मरणं जायते तत् तृतीयक्षणे स्थापयतु इति केवलम् अत्र परिहारः कृतः तावदेव अवबुध्यते खलु आं महोदय हा सो इट्स् अ टेक्निकल् ओब्जेक्षन् दट्स् आल् अस्तु सत्यं मम भगिनी अवगच्छति किम् दि कन्स्ट्रक्ट् आफ् दि सेण्टेन्स् इस् अ लिटिल् डिफिकल्ट् अत्र पश्यतु अस्मिन् निश्चये व्याप्य आरोप्यजन्यत्वम् इच्छाजन्यत्वं च अस्ति इति भवति एषः तर्कः पञ्चमक्षणे हि अस्य निश्चयस्य उत्पत्तिः तत्पूर्वक्षणे चतुर्थक्षणे चत्र इच्छा अस्ति तृतीयक्षणे उत्पन्नः व्याप्य आरोपः वह्निभावविषयक आहार्यनिश्चयः अपि अस्ति अतः व्याप्य आरोप्यजन्यत्वम् इच्छाजन्यत्वम् आरोपत्वं च अस्ति इति निश्चयस्य अस्य समन्वयः तर्हि अत्र किमुक्तं तृतीयक्षणे एव वह्निभावविषयक आहार्यनिश्चयः अपि अस्ति इति उक्तम् तर्हि तत्र नव्यनैयायिकैः एवं न उक्तम् इति कृत्वा नव्यनैयायिकैः यदुक्तं तत्र किञ्चित् परिष्कारः कृतः वस्तुतः अत्र कः क्लेशः नव्यनैयायिकानां प्रतिपादने क्रमप्रतिपादने कः क्लेशः इति चेत् एकस्मिन् क्षणे एकस्मिन् आत्मनि इच्छा अपि जायते निश्चयः अपि व्याप्ति स्मरणात्मकज्ञानमपि जायते इति कथम् इदं च ज्ञान इच्छयोः एकक्षणे उत्पत्तिः सम्भवति इति यन्नवीननैयायिकानां मतं तदनुसृत्य उक्तं किन्तु तद् वास्तविकं वा एकस्मिन् क्षणे इच्छापि जायते ज्ञानमपि जायते कथं जायते इति प्रतिपादनीयम् इह क्षणगणनायां चतुर्थक्षणे व्याप्तिनिश्चयः इच्छा चीचि उभयं खलु दर्शितं तच्च ज्ञानेच्छयः युगपत् पादपक्षे एव घटते तत्र यदि क्रमिकतायाः आग्रहः इत्युक्ते यु आर् वेरि स्पेसिफिक् यु वाण्टेड् टु बि इन् अ सर्टन् वे विच् मीन्स् यु डोण्ट् एक्सेप्ट् एकस्मिन् क्षणे एकस्मिन् आत्मनि ज्ञानम् इच्छा उभयमपि न जातुम् अर्हति इति चेत् तत्र कः क्लेशः तर्हि एवं परिष्कारं कर्तुं शक्यते अत्र पश्यतु सामान्यतया स्वामिमहोदय वदतु इच्छायाः कारणं किम् ईश्वर सङ्कल्पः वा सङ्कल्पः महोदय न्यायवर्गे स्मः सङ्कल्पः इति न्यायस्य न्याये किमपि अस्माभिः पठितं किम् ज्ञानम् उत्तमम् ज्ञानम् क्रियायाः कारणं कृतिः कृतिः इति आत्मगुणः कृतेः कारणम् इच्छा इच्छां विना कृतिः न जायते कृतिं विना क्रिया न जायते ज्ञानं विना इच्छा न जायते खलु आं महोदय ज्ञानम् इच्छायाः पूर्वं ज्ञानं भवेत् कुलालस्य इच्छा घटः मया करणीयः इति इच्छा ज्ञानं विना घटं कथम् उत्पादनीयं घटः कथम् उत्पादनीयः इति ज्ञानं विना इच्छा न भवति अथवा घटविषयकज्ञानं विना इच्छा न भवति इति कृत्वा ज्ञानं पूर्वक्षणे भवेत् खलु सत्यं तर्हि तदेव इच्छायाः पूर्वक्षणे ज्ञानं भवेत् तर्हि अत्र चतुर्थक्षणे का इच्छा पर्वते धूमभावज्ञानं मे भूयात् इति इच्छा तर्हि तादृश इच्छायाः कारणं ज्ञानं किं भवेत् व्याप्तिज्ञानं खलु व्याप्तिज्ञानम् इत्युक्ते अत्र आकारः वदतु यत्र यत्र वह्न्यभावः तत्र तत्र धूमाभावः इति ज्ञानमस्ति चेत् तत्र यत्र यत्र वन्यभावः तत्र तत्र धूमाभावः तत्र धूमाभावः पर्वते धूमाभावः इति ज्ञानमस्ति चेत् एव पर्वते धूमाभावः अस्ति इति ज्ञानं मे भूयात् इति इच्छा जायते खलु तदर्थं तत्र एकस्मिन् क्षणे इच्छा अपि ज्ञानम् उभयमपि न वक्तव्यं तृतीयक्षणे ज्ञानम् अस्ति चेत् तत् पर्वते धूमाभावः इति ज्ञानम् आहार्यज्ञानं न तु प्रत्यक्षज्ञानं प्रत्यक्षज्ञानं किं पर्वतः धूमवान् इति ज्ञानं किन्तु तादृश आहार्यज्ञानमस्ति चेदेव चतुर्थक्षणे इच्छा जायते चेदेव पञ्चमक्षणे तर्कः जायते तर्कः इति ज्ञानं नास्ति इति कृत्वा तृतीयक्षणे एतत् स्थापितम् एषे अनेन ग्रन्थकारेण तावदेव अवबुध्यते खलु महोदय? तर्कः इत्युक्ते अनुमानज्ञानं नास्ति वा? नास्ति अत्र अत्र तर्कः तर्कः इत्यस्य आकारः कः? अत्र तर्कः इदानीं वादिनी तर्कः जातः पञ्चमक्षणे, तर्कस्य आकारः कः? पर्वतः धूमाभाववान्. हा इति इति तर्कः, पर्वतः धूमाभाववान् इति अनुमानेन न निरूपितम्, अनुमानेन न निरूपयितुं न शक्यते. केवलम् अत्र इच्छामधिकृत्य क्षणद्वये इच्छाद्वयं भवति, द्वितीयक्षणे पर्वतः वह्नि अभाववान् इति ज्ञानं मे भूयात् इति इच्छा. अत्र इतोपि किञ्चित् चिन्तयितुं शक्यते. वस्तुतः अत्र पश्यन्तु, प्रथमक्षणे किं ज्ञानमस्ति? वह्निमत्ता निश्चयः, पर्वतः वह्निमान् इति निश्चयः अस्ति. तर्हि पर्वतः वह्निमान् इति निश्चयः प्रथमक्षणे अस्ति चेत् कथं वा द्वितीयक्षणे पर्वतः वह्नि अभाववान् इति ज्ञानं मे भूयात् इति इच्छा? तस्य कारणं किम् इति चेत् पर्वतः वह्नि अभाववान् इति ज्ञानमस्ति चेत् प्रथमक्षणे एव द्वितीयक्षणे एतादृशी इच्छा भवति खलु. सो इट् बिकम्स् इवन् मोर् टेक्निकल्स्. तर्हि इदानीम् इतोपि किञ्चित् चिन्तयितुं शक्यते तत्र. भवतु, प्रायः अग्रे वदन्ति तर्ककारणानि इति किञ्चिदस्ति, अवशिष्टः अस्ति अत्रैव. तद् पठित्वा तदनन्तरं समन्वयं कुर्मः, वयमेव समन्वयं कुर्मः समीचीनमस्ति वा न वा इति. अस्तु, अत्र स्थगयामः. सर्वेभ्यः नमस्कारः, धन्यवादाश्च.